नमस्कारः. लृट्लकारः इति करपत्रम् अनुवर्तते. लृटः व्यवहारः कुत्र इति आरभ्य तत्र एकवारं पठामः. गते सप्ताहे यद्यपि पठितवन्तः, पुनस्मरणार्थं पठामः वयं. सरला भगिनी पठति वा भगिनी, आरम्भं करोतु. अस्तु भगिनि. लृट्व्यवहारः कुत्र? अधुना प्रश्नः अस्ति यत् लृट् स्थानं किम्? अनद्यतनशब्दस्य अर्थः कः? भाष्यकारस्य शिक्षा श्वो भावी, नागेशस्य च चिन्तनं यत् अनद्यतने लुटि श्वभावश्च सम्भवति. अधुना अपि मनसि जिज्ञासा वर्तते यत् लिट्रो अपवाद इत्यस्य कथनेन अपवादशब्दस्य को अर्थः. व्याकरणे यः अपवादभूत तस्य एव प्राप्ति, न तु अन्यस्य. अनेन लिट् स्थानं किम्, अपि च केन तर्केण, अपि च भाष्यकारस्य मतम् अनुसृत्य लुट् लकारस्य क्षेत्रं श्वः एव इति चेत् अग्रिमे सप्ताहे, मासे, वर्षे इति कस्य लकारस्य क्षेत्रं भवति? इदानीम् अस्माकं विषयः अस्ति लुट् व्यवहारः कुत्र अस्ति. अस्मिन् परिच्छेदे दत्तमस्ति अन्नदत्यन इत्युक्ते किं. वयं उपरि परिच्छेदे दृष्टवन्तः अन्नदत्यन काशिकायां भाष्यकारस्य मतमस्ति अन्न यत् न अन्नदत्यन अस्ति इति. न अद्य समीपम् इति अनद्यतन अस्ति भाष्यकारस्य मतं, किन्तु नागेशस्य मतमस्ति श्वभावि यत्र अस्ति, यत् चिरकाले भविष्यकाले अपि यद् यदि श्वभावित्व श्वभाव आगच्छति तत्र श्वभावि इति वयं वदामः. अपि लुटो अपवाद इत्यस्य अर्थं किम् अस्ति यत् वयं सामान्यतया अपवादभूत यत् सूत्रमस्ति तत् अस्ति अपवाद वयं वदामः. यथा उदाहरणम् अपवादभूतसूत्रं किमस्ति, अलोन्त्यस्य च इत्यनेन अनेकाश्चित् इति अपवादभूत सूत्रं भवति. तु अपवादभूतसूत्रं यत् अस्ति अनेकाश्चित् तस्य एव अपवादसूत्रस्य प्रयोगः भवति. यत्र लिट्रो अपवादः अस्ति तत्र लिट् लकारस्य न अस्ति, किन्तु अन्य सूत्रं यत् लुट् लकारस्य प्रयोगः भवति तत्र. सो इति किञ्चित् सूक्ष्मभेदः अस्ति अत्र. अपि लुट् लकारस्य क्षेत्रं यदि वयं स्वीकुर्मः श्व वा श्वभावि भवित्यम् इति अस्माकं विवक्षा अस्ति लुट् लकारस्य अन्नजतने लुट् अस्ति. अतः महोदय प्रश्नः करोति अग्रिमे सप्ताहे, मासे, वर्षे तत्र कस्य लकारस्य क्षेत्रं भवति. तत्र आगे अग्रिम परिच्छेदम् अस्ति तत्र. अस्तु. लुटो अपवाद इत्यनेन लुट् लकार लुट् अपवाद एव नाम भविष्यत् सामान्ये विहितः लुटः अनद्यतने भविष्यत् विशेषे अर्थात् शोभावीरूप भविष्यत् विशेषे अयं लुट् लकार विधीयते इति हेतोः येन न अप्राप्ते यः विधि आरभ्यते स तस्य बाधको भवति इति न्यायेन एकः अपरस्य अपवादः. यत् कर्तृक अवश्य प्राप्तौ सत्यां नाम यः विधि अवश्यं प्राप्नोति एवम् अस्मिन् विधौ प्राप्ते सति पुनः क्षम्यताम् अन्यः विधि आरभ्यते चेत् स च पुनः आरभ्यमाणविधि अवश्य प्राप्त विधि बाधते. प्रकृतौ भविष्यत् सामान्ये विहित लुट् इति कृत्वा लुट् अवश्य प्राप्ति अस्ति. श्वभविष्यत् अपि भविष्यत् एवं तद्भिन्नं भविष्यत् सामान्यम् अपि भविष्यत् एव. अतः भविष्यत् निमित्ततया लुट् लकार प्राप्नोति येन अप्राप्ते यत् कर्तृक अवश्य प्राप्तौ सत्यां लुट् कर्तृक अवश्य प्राप्तौ सत्यां यः विधि आरभ्यते लुट् विधि आरभ्यते अयं लुट् विधि तस्य नाम लुट् लिट् विधे बाधक भवति, अथ श्वं गमिष्यामि इति तु न भवति एव. पङ्क्तिश अहं प्रतिपादयामि, लिटु अपि अपवाद इत्यनेन लुट् लकारे, यथा पूर्वं परिच्छेदे वयं दृष्टवन्तः लिट् अपवादभूत अस्ति लुट् लकार. सो लुट् लकार इति लिट् लकारस्य अपवादभूतसूत्रम् अस्ति. तस्य अर्थं किम् अस्ति, भविष्यत् सामान्ये विहित लिट् लकार भविष्यत् सामान्ये अस्ति, लिट् अनद्यतने भविष्यत् विशेषे अर्थात् शोभावि भविष्यत् अयं लुट् लकार. किन्तु यत् लुट् लकार अस्ति अनद्यतन भविष्यत् विशेषे, सो अनद्यतन अस्ति न अद्यतन इति अस्ति वयं स्वीकुर्मः इति भवति. अद्यतन अग्रे आगच्छति मिश्रम् अभवत् न अद्यतन इति भवति तत्पुरुषसमास, तस्मिन् अद्यतन भिन्न भविष्यत् काल भवति. यदि अद्यतन भिन्न भविष्यत् काल अस्ति तत्र सर्वे सामान्य भविष्यत् काल अद्यतन अद्यतन अपि मिश्रणकाल आगच्छति. अत्र अनद्यतन भविष्यत् विशेषे अर्थात् इति अत्र दत्तमस्ति, यत् यत्र श्व भावि भविष्यतम् अस्ति तत्र लुट् लकार विधीयते. इदानीं यत् न्यायशास्त्रस्य उक्तिः अस्ति, येन प्राप्ते यो विधि आरभ्यते स तस्य बाधको भवति इत्यस्य अर्थं किम् अस्ति, येन अप्राप्ते इत्युक्ते यस्य अवश्यं प्राप्तिः अस्ति इत्य अर्थः भवति. यस्य अवश्यं प्राप्तिः अस्ति यः विधि आरभ्यते, मीन्स् प्रथम यस्य अवश्यं प्राप्तिः अस्ति यः विधि आरभ्यते, मीन्स् द्वितीय विधि आरभ्यते सः विधि तस्य मीन्स् प्रथमस्य बाधक भवति. इदानीम् अग्रे महोदय स्पष्टीकरोति यत् कर्तृक अवश्य प्राप्तौ सत्यां नाम यः विधि अवश्यं प्राप्नोति. अत्र यत् कर्तृक अस्ति युक्ते लृट् लकारः, अवश्य प्राप्तौ सत्यां यस्य प्राप्ति अवश्य अस्ति तदा यदा भवति तदा यः विधि अवश्यं प्राप्नोति. एवम् अस्मिन् विधौ प्राप्ते सति, अत्र सति सप्तमी अस्ति, सो यदा कदा वयं वक्तुं शक्नुमः, सो यदा भविष्यसामान लुट् लकारस्य विधि प्राप्तिः अस्ति, तो अन्यविधि यत् लुट् लकारस्य विधि इति भवति आरभ्यते चेत् सः पुनः आरभ्यमानविधि यद् द्वितीया विधि यत् लुट् लकारस्य विधि पुनः यत् आरभ्यते तस्य अवश्य प्राप्तविधि बाधते. सो यत् पूर्व विधि अस्ति प्रथमा विधि लिट् लकारस्य तस्य बाधं करोति इति अस्ति. प्रकृतौ भविष्यत् सामान्य वेत लिट् इति कृत्वा लिट् अवश्य प्राप्ति अस्ति. पुनः महोदय स्पष्टीकरोति भविष्यत् सामान्ये यत् लिट् लकारस्य प्रयोगः अस्ति तस्य अवश्य प्राप्ति अस्ति. सो येन प्राप्ते मीन्स् यत्र अवश्य प्राप्ति अस्ति लिट् लकार श्वः भविष्यत् अपि भविष्यत् एव, यत् श्वभावी भावना अस्ति श्वभविष्यतं तदपि भविष्यत् काल एव अस्ति, एवं तद्भिन्न भविष्यत् सामान्यमपि भविष्यत् एव. तो श्वभिन्न अपि श्वभावित्यं भिन्न अपि यत् काल भविष्यत् काल अस्ति तदपि भविष्यत् अस्ति. तो भविष्यत् काल भविष्यत् सामान्य अस्ति, श्वभावि भवित्यम् अस्ति, श्वभावि भिन्न भविष्यत् कालम् अपि अस्ति. अतः भविष्यत् निमित्तकतया लिट् लकार प्राप्नोति. सो अतः यत् लिट् लकार तु सर्वे यत्र भविष्यत् काल भवति तत्र भवितुं शक्नोति. येन प्राप्ते या उक्ति न्यायशास्त्रस्य अस्ति, येन अप्राप्ते यत् कर्तृक अवश्यं प्राप्तुं सत्यां लुट् कर्तृक अवश्यं प्राप्तुं सत्यां यो विधि आरभ्यते लुट् विधि आरभ्यते अयं लुट् विधि तस्य नाम लुट् लुट् विधि बाधक भवति. तु पुनः इति यत् न्यायशास्त्रविधिया अत्र दत्तमस्ति लिट्कर्तृककाल येन प्राप्ते अस्ति तेषाम् अवश्य लिट् लकारे अस्य सामान्य काले भविष्यकाले यस्य प्राप्तिः अस्ति तस्य पुनः यत् लुट् लकार तस्य विधि भवति यत् अश्व भावित्यम् अश्वकाले तत्र निश्चयेन तत् प्रथमा यत् विधिः अस्ति लिट् लकारस्य विधिः तस्य बाधकः अस्ति इति अस्ति त्वतः श्व गमिष्यामि यत् यदि वयं लिट् लकारस्य सामान्यकालस्य इति चिन्तित्वा उपयोगं कुर्मः श्व गमिष्यामि इति दोष सहितः अस्ति तस्य भवति श्व गन्ता इति भवति न तु श्व गमिष्यामि इति साधु अस्तु भगिनि धन्यास्मि भगिनि अग्रे अरुणा भगिनी पठति वा भगिनि आं भगिनि अद्यतन भविष्यत् अनद्यतन क्षम्यतां लिट् भवति कुत्र लुट् भवति कुत्र काशिकायाम् अनद्यतने इति बहुव्रीहिः इति यदा उक्तं तदानीं व्यामिश्रे लुट् न भवति विग्रहवाक्यम् अस्ति अविद्यमानः अद्यतनः यस्मिन् सः अद्यतन अनद्यतनभविष्यतोः संयोगः यत्र भवति तत्र व्यामिश्रः तत्पुरुष उच्यते चेत् विग्रहवाक्यम् अस्ति न अद्यतनः इत्युक्ते अद्यतनं मात्रं न किन्तु अन्य अपि भवितुम् अर्हति अद्यतनभेदः अद्यतन अनद्यतन नो अद्यतनभेदः अद्यतन अनद्यतनव्यामिश्रे अपि अस्ति अतः तत्पुरुषः अस्ति चेत् व्यामिश्रे अपि भवति इत्युक्ते अद्यतनकालः अस्ति चेत् एवम् अद्यतनकालः अस्ति चेत् नाम अद्यतन अनद्यतनव्यामिश्र अस्ति चेत् तदानीं सः केवलम् अद्यतनः न अनद्यतन अपि अस्ति अतः अद्यतनभेदः अस्ति अद्यतनभिन्न त्वे सति तत्रापि व्यामिश्रलुट् लकार स्यात् तस्य निवारणार्थं बहुव्रीहिसंवासः अविद्यमानः अद्यतनः यस्मिन् सः इत्यनेन अद्यतनस्य निषेधः एव उच्यते अनेन व्यामिश्रः न सम्भवति यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विविच्छायाम् अन्तर्भूतं तथा लुट् लकार उपयुज्यते अद्य वा स्वः देवदत्ता करिष्यति अधः वा स्वः वा देवदत्तः खादिष्यति इति ओके अत्र प्रश्नः अस्ति लुट् लकार कुत्र भवति इति काशिकायां वदति अनद्यतने सूत्रम् अनद्यतने लुट् इति सूत्रं बहुव्रीहिसमासा स्वीकरणीयम् अत्र वक्तं तत्पुरुषत्वे भवति किमर्थं बहुव्रीहि एव इति चेत् बहुव्रीहिसमासे विग्रहवाक्यमस्ति अविद्यमानः अद्यतनः यस्मिन् सः तत्युक्ते अद्यतन अनद्यतन संयोगः अस्ति अत्र तदेव धर्मिष्वा इति उक्तम् उच्यते तत्पुरुषचे विग्रहवाक्यमस्ति न अद्यतन इत्युक्ते अद्यतन मात्रं न किन्तु अन्य अपि भवितुम् अर्हति अतः तदेव इष्टरूपं न भवति अतः तत्पुरुषः अस्ति चेत् व्यामिश्रे अपि भवति अतः लुट्लकः व्यामिश्र अस्ति चेत् लुट्लकारः न प्राप्नोति किमस्ति अतः अद्यतनभेदः अस्ति पुनः पठामि अतः तत्पुरुषः अस्ति चेत् व्यामिश्रे अपि भवति इत्युक्ते अद्यतनकालः अस्ति चेत् एवम् अनद्यतनकालः अस्ति चेत् नाम अद्यतन अनद्यतनव्यामिश्र अस्ति चेत् तदानीं सः केवलम् अद्यतनः न अनद्यतनः अपि अस्ति तदेव तत्पुरुष विग्रहवाक्यं रीत्या पश्यते दृष्टामः अत्र व्यामिस्त्रः भवति किमर्थं मध्ये अद्यतनकालः अस्ति अन्य अन्यकाल भिन्न अद्यतनभिन्नकालमपि अस्ति ततः व्यामिस्त्र भवति ततः तत् तत्पुरुषसमासः न कर्तव्यम् अत्र अद्यतनभिन्नत्वे सति अस्ति अपि लुट् लकारः स्यात् तस्य निवारणार्थं बहुविधः समासः एव उपयुज्य एव उच्यते विद्यमान अद्यतन यस्मिन् सः इति अद्यतनस्य विषयः एव उच्यते अत्र न ग्राम्यसुरः न भवति अतः अद्यतनकालस्य अनधुनकालस्य इति विविधायाम् अन्तर्भूतं तदा लुट्लकार उपयुज्यते उदाहरणं कथं वदनीयम् इति चेत् लुट्लकारः अद्य वा श्वः देवदत्तः करिष्यति अद्य वा श्वः वा देवदत्तः खादिष्यति धन्यस्मि भगिनि विमला भगिनी पठति वा भगिनि तदनन्तरम् नमस्ते सदमसभ्य अद्यतनभविष्यत् अनद्यतनभविष्यतोः उभयोरपि प्राप्तौ तदानीं लुट् न भवति यत्र अद्यतनभविष्यत् अनद्यतनभविष्यतोः मिश्रणम् अस्ति तत्र लृट् अपि च श्वो भिन्नभविष्यत्काले अपि भवति लृट् परश्वः आरभ्य लृट् लकारः एव भवति लुट् लकारः श्वोभाविन्येव भवति नागेशस्य कथनमस्ति यत् तद्भिन्नभविष्यत्काले अपि भवितुम् अर्हति आरोपात् वस्तुतः परश्वोभाविकालः अस्ति चेत् लुट् लकारः न प्राप्नोति किन्तु तादृशे काले अपि श्वोभावित्रम् आरोप्यते नाम परश्वोभाविनि काले श्वोभाविकालः आरोप्यते अतः कथञ्चित् भावनया तादृशानां प्रयोगाणां समर्थनं कृतमस्ति नो चेत् भाष्यकारस्य मतमस्ति यत् लुट्लकारः नाम केवलं श्वः परश्वः अग्रिमे सप्ताहे अग्रिमे मासे अग्रिमे वर्षे च लृट्लकारः अद्य च परश्वः आरभ्य लृट्लकारः अत्र यद् भगिन्या उक्तं तदेव अत्र अत्रापि अस्ति अद्य परश्वः परश्वः तत् तत् अनन्तरं यत्किमपि भविष्यत्काले अस्ति तत्सर्वं लृट् इति केवलं श्वः तद् अनद्यतन लुट् भवति अपि च नागेशस्य मतेन यदि श्वस्तनम् आरोप्यते कस्मिंश्चित् सन्दर्भे कस्मिंश्चित् प्रकरणे तत् अस्माकं मनसि श्वोभावित्वं भवति चेत् तत्र लुट्लकारः प्रयुज्यते नो चेत् केवलम् अद्यतनभविष्यत्काल परश्वः आरभ्य तदग्रे सर्वं भविष्यत्काल सामान्यभविष्यत्काल अथवा शुद्धभविष्यत्काल इति उच्यते तत्र केवलं लृट्लकारः प्रयोक्तव्यः अपि च यदा भगिन्या उक्तम् अद्य वा श्वः इति अस्ति चेत् केवलं लृट् इति अस्य कथनस्य आशयः आं भगिनि क्षम्यताम् अग्रिमपङ्क्तिमपि पठति अस्तु तर्हि एतावता उक्तं यत् अनद्यतन इत्यस्य कथनेन अद्यतनस्य निषेधः नाम अद्यतनसमीपकालः एव सूत्रकारैः विवक्षितः किन्तु वस्तुतस्तु अयं शब्दः अद्यतन किञ्चित् सृजनकः एकः प्रश्नः उदेति यत् शास्त्रकारैः अनद्यतन इति एव उक्तं श्वः एव श्वस्तन एव इति वक्तुं शक्तवान् किन्तु न उक्तं किमर्थं साक्षात् न उक्तवान् उत्तरत्वेन उच्यते यत् सूत्रकारः ज्ञात्वा साङ्केतिकरीत्या उक्तवान् एवम् इच्छन् यत् जनाः चिन्तयेयुः इत्युक्ते यद्यपि शास्त्रकारेण वक्तुं शास्त्रः वक्तुं शक्नोति यत् श्वः अद्यत अनद्यतन इत्युक्ते केवलं श्वः यातश्वस्तन परन्तु तथा न उक्तं केवलम् अनद्यतन इति उक्तं किमर्थमित्युक्ते जनाः चिन्तनं कृत्वा यथा वक्तव्यं तथा एव उच्यन्तु इति तदेव अतः वयम् अनुमानं कृत्वा भगिनी पठति किं तत् ततः आं भगिनि पठामि अहं पठामि अतः वयम् अनुमानं कृत्वा भावयामः यत् अर्थः एतादृशः स्यात् नो चेत् अद्यपि बहवः एतादृशजनाः सन्ति ये चिन्तयन्ति यत् अद्यतन इत्युक्ते अद्य त्यक्त्वा अग्रे गत्वा यावत् अस्ति तावत् सर्वं किन्तु तथा सूत्रकारस्य आशयः न स्यात् अद्यतनं त्यक्त्वा सर्वोऽपि अद्यतनः अनद्यतनः भवति चेत् पुनः भविष्यत् सामान्ये लृट्लकारः इति कथं वा सामान्यम् इति वदेम अपि च भविष्यत् सामान्ये लृट्लकारः अनद्यतने भविष्यत् लुट्लकारः इति भेदं किमर्थं वक्ष्यति सूत्रकारः स्वारस्यम् अत्र नास्ति नाम भवान् आगच्छतु किन्तु अध्यना इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्नशोभावि इति समीपे एव दशानां वर्षाणाम् अनन्तरम् इति नार्थः अद्यतनस्य प्रतिषेधात् अयं समीपकालः इति अर्थः गृहीतुं युज्यते इति प्रतिभाति आहत्य लुट्लकारस्य व्यवहारः अतीवविशिष्टः न तु लृट्लकारस्य लृट्लकारः सामान्यं न तु लुट्लकारः अनद्यतन इत्यनेन अद्य कृत्वा अग्रे गत्वा यावत् अस्ति सर्वमिति स्वीक्रियते चेत् लुट्लकारः एव सामान्यं भवति किन्तु लृट्लकारः लुट्लकारः सामान्यः नास्ति विशिष्टः अस्ति प्रत्येकं भाषायाम् एकः विशिष्टव्यवहारः भवति क्वैट् रीसेण्ट्लि कम्प्लीटेड् एक्षन्स् अपि च देट् विच् इस् वेरि सून् टु टेक् प्लेस् इत्यर्थं संस्कृतभाषायां तदेव अनद्यतन इत्यनेन उक्तं नाम अनद्यतनभूते लङ्लकारः अनद्यतन भविष्यति लुट्लकारश्च एवं कृत्वा रीसेण्ट्लि फिनिश्ड् एक्षन्स् अबौट् कम् फ्यूचर् एक्षन्स् यत् ह्यः जातं तदर्थं लङ्लकारः यत् श्वः जायमानमस्ति तदर्थं लुट्लकारः अथवा यत्र तादृशः भावः अध्यारोपितः वर्तते यथा निश्चितविवाहे अस्तु तर्हि पुनः यत्र यत्र वयं तत्र किम् अस्ति तत्पुरुष समासं स्वीकृत्य यत्र वयं अर्थं स्वीकुर्मः तद् प्रायः न स्यात् किमर्थम् इत्युक्ते यदि तादृशम् अस्ति चेत् अद्य त्यक्त्वा अन्यत् सर्वमपि तत्र अनद्यतनं भवति इति स्वीकार्यं भवति तदा किं जायते तत्र भविष्यत् सामान्ये लृट्लकारः इति यत् सूत्रकारेण उक्तं तत्तु सामान्यं न भवति किमर्थम् इत्युक्ते लुट्लकारः एव तत्र अनद्यतनमस्ति इति कृत्वा सर्वमपि अनद्यतनमस्ति इति कृत्वा लुट्लकारः एव प्रयोगः भवति तदा लुट्लकारः सामान्यं भवति लुट्लकारः विशिष्ट तत्र स्थलेषु प्रयोगं भवति तद् मा भूत् इति कृत्वा अनद्यतन इत्युक्ते अद्य भिन्नम् अस्ति किन्तु समीपे वर्तते इति तत्र स्वीकार्यं तत्र इति उक्तमस्ति तदा तु किं जायते लुट्लकारः विशिष्टः भवति अनन्तरं लुट्लकारः तदनन्तरं यत् अस्ति समीपवर्ती नास्ति तत्सर्वं तु लुट्लकारः इति अस्माभिः सामान्यभविष्यत्कालः इति स्वीकर्तुं शक्यते इति अन्यासु भाषासु अपि तथा एव तत्र रीसेण्ट्लि कम्प्लीटेड् यत् किञ्चित् पूर्वं जातं नो चेत् यत् अग्रे शीघ्रमेव आयास्यति तदर्थं भिन्न प्रयोगाः वर्तन्ते एव विशिष्टप्रयोगः अन्येषु भाषासु अपि वर्तते तथैव संस्कृतभाषायामपि यत्र यत् यत् ह्यः समाप्तं तदर्थम् अधुनैव ह्यः समाप्तं तदर्थं तत्र लङ्लकारः अनन्तरं यत् आयास्यति श्वः भावि नो चेत् श्वः वा श्वः भावि वा यत्र आयास्यति तत्र तु लुट्लकारः अनन्तरं सामान्यभविष्यत्कालार्थे अग्रे गत्वा सामान्यभविष्यत्कालार्थे तु लुट्लकालः इति विदितः अस्ति इति अवगच्छामः इति पुनः सरला भगिनी वदति वा भगिनी कोष्टके यत् अपि पठतु कोष्टकं अन्ततो गत्वा इतोपि एका वार्ता अस्ति यद् भूतकाले परोक्ष अपरोक्ष इति तत्त्वं वर्तते, भविष्यत्कालात् तादृशं किमपि नास्ति, यतो हि भविष्यति सर्वमपि परोक्षमस्ति. समीचीनमस्ति. यत्र भूतकालम् इति वदामः तत्र तु परोक्ष अत्र अपरोक्ष इति अस्ति. यद् अस्माकम् अक्षिभिः न द्रष्टुं शक्नुमः इति परोक्ष इति अस्ति, तादृशं तु भविष्यति न भवति. किमर्थम् इत्युक्ते सर्वमपि परोक्षम् इति किमर्थम् इत्युक्ते अस्माभिः द्रष्टुं शक्यते वा इतः पूर्वं न द्रष्टम् इति वा, नो चेत् अस्माभिः द्रष्टुं शक्यते वा इति संशय आस्पदं वर्तते इति वा, तादृशम् एवं वा भगिनि? भविष्यत्काल परोक्षकाल एव भवति अस्माकं कृते. किमर्थम् इति इत्युक्ते what if tomorrow I can see it, I will be existing tomorrow, right? And then I can see it. Na pare dani na bhavasya paro asti sadhu asti. What is the surety that somebody else can see it then? Yogi na. Saranchatvena na asmakam शुकवर्णः महोदय एतत् कोष्टकं निर्मितवान्. इदानीं भूतकाल भविष्यत्काल तो इदानीं वयं जानीमः अनद्यतने लुट् भवति भविष्यत्काले, तथैव भूतकाले भवति लङ् अनद्यतने. यत् सामान्य लुट् लकार अस्ति लुट् भविष्यत्काले भवति, तस्य पर्याय भूतकाले अस्ति लुङ् भूते इति अस्ति. लिट् अस्ति परोक्षे, भूतकाले अस्ति परोक्षकाल तु भविष्यत्काले एव अस्ति. तु इदानीं यत् लङ् अन्नजने यत्र तस्य अर्थमित्युक्ते यत्र ह्य अस्ति अद्यस्य समीप भूतकाल भवति वा, यत् चिरकाल भूतकाले यत् ह्य भावि मस्ति तत्र अपि अनद्यतनकाल वदामः, तत्र भवति लङ् लकार यत् वयं जानीमः तत् अस्ति. राम ह्य अपठत्, राम परह्य गतसंवत्सरे अपठत् इति ह्य भावितमस्ति अत्र अनद्यतने लङ् अस्ति. यत् लङ् लकार केवलं ह्या एव अद्यतन समीपकाले एव लग् लकार, परन्तु चिरकाल अस्ति चेत् लङ् न भवति इति महोदय उक्तं. न चिरकाले लुङ् लकार भवति, ह्य भावित्यमस्ति यथा श्व भावित्यं वयं वदामः लुट् लकारस्य कृते, ह्यः भावित्वं श्व भावित्यम् अत्र ह्य भावित्वम् it means it happened just yesterday only, though it happened 10 years ago, but I can just say it happened just yesterday. My kid was born just yesterday, Kalu. It feels like yesterday, though the kid might have been born like 20 years ago, but you still feel like it was yesterday. Still feel the child was just born. He was just born, but yeah, your kid is not 20 year old, but that's here bhavitam tatra lang nakara. पर् यत् सामान्य यदि वयं व्यवहारे इदानीं यत् संस्कृतभारत्यां वयं पठितवन्तः तत्र लङ् लकारे एव तस्य प्रयोगः अस्ति, न तु लुङ् लकारस्य इति दोषाय अस्ति, किन्तु व्यवहारे वयं लुङ् लकार लङ् लकारे एव प्रयोगं कुर्मः. संस्कृतभारत्यां तत्र न पाठितं खलु लुङ् लकार न इति पाठितम् इति कारणे कि सरलम् अस्ति साधु लङ् लकार. सत्यम् अस्तु, संस्कृतभारती मार्गम् इति सरलं सुलभमार्गम् अस्ति. लुङ्भूते वयं ह्यभावि आरोपयामः लुङ् भूते इति अस्ति कालसामान्यं. कालसामान्यं यत्र भूतकालस्य इति कोऽपि कालं न विवक्षा अस्ति, ह्य वा परह्य वा चिरकाल या अद्य भूतकाले इति नास्ति. यत्र कालस्य यत् भूतं कालभूत अस्ति, किन्तु तस्य पुनः विशिष्टकालस्य निमित्तं नास्ति, तत्र लुङ्लकारस्य प्रयोगः भवति, यथा उदाहरणमस्ति रामः पाठम् अपठि. द्वितीयमस्ति अद्यतने, यदि अद्यतने अद्यतने प्रातःकाले किम् अभव यत् अहं पठितवती इति, तत्रापि लुङ्लकारस्य प्रयोगः अस्ति, रामः अद्य पाठम् अपठि इति अस्ति. पुनः इति अत्र कोष्टके यत् अस्ति तत् अन्नदत्ते नास्ति, किन्तु चिरकाले यत् परह्य गतसंवत्सरे इति अस्ति तत्र भूतकालस्य अस्ति प्रयोग, लुङ्लकारस्य प्रयोगः भवति, रामः परह्य गतसंवत्सरे अपठि. पुनः यत्र व्यामिश्रकाल अस्ति, अद्य वा ह्य वा परह्य इति न स्वीकर्तव्यं, केवलम् अद्य वा ह्य, तत्र यत्र व्यामिश्रकाल अस्ति तत्र अपि सामान्यभूतकालस्य प्रयोगः लुङ्लकारस्य प्रयोगः एव भवति, तद्भवति अद्य वा ह्य रामः अपठीत् इति आगच्छति. लिट् लकारः भवति, आहत्य लुङ्लकारस्य प्रयोगः चत्वारि बिन्दव कालसामान्ये यत्र भूतकालस्य विशिष्टकालं न दत्तमस्ति कालसामान्ये. द्वितीयम् अस्ति अद्य भूतकाल, तृतीयं भवति ह्य भिन्न भूतकालः यथा परह्य गतसंवत्सरे इति, चतुर्थमस्ति व्यामिश्रभूतकाल यत्र ह्य अद्य वा ह्य मिश्रणमस्ति अद्य च ह्य इति, तत्र लुङ्लकारस्य प्रयोगः भवति. लिट् लकार परोक्षे इति तस्य रूपमस्ति राम पपाठः, य सुप्त रामललाप अपि स्वप्ने अति ह्य भवति, तत्र अपि लिट् लकारस्य परोक्षकाल इति प्रयोगः भवति. इदानीं तस्य पर्याय भविष्यत्काले यत् अस्ति लिट् भविष्य सामान्य भविष्यत्काले अस्ति लिट् लकारस्य प्रयोगः अस्ति. लिट् भविष्यति लिट् शेषे च इति सूत्रेण वयं जानीमः लिट् शेषे च सामान्यभविष्यत्काल रामपाठं पठिष्यति अपि, वयं लिट् शेषे च तत्र दत्तं वयं पठितवन्तः क्रियार्थां क्रियायां शेषे च, तत्र क्रियार्थां क्रियायां यत् उपपदसंज्ञा सति वा असति लिट् लकारस्य प्रयोगः अस्ति. तु करिष्यामि इति व्रजति इति यत्ते कर्तुं व्रजति, यत्र तुमन् प्रत्ययस्य प्रयोगः भवति वा यत्र रुमल् प्रत्ययस्य प्रयोगः अस्ति, क्रियार्था क्रिया यत्र अस्ति तत्र तुमन् रुवल् प्रत्ययः न उक्त्वा भविष्यत्कालस्य लुट्लकारस्य प्रयोगः कर्तुं शक्नुमः इति अस्ति, करिष्यामि इति व्रजति. अत्र द्वयबिन्दवः दत्तमस्ति, बिन्दुद्वयं दत्तमस्ति. रामः अद्य पाठं पठिष्यति, इदानीम् अद्य यद् भविष्यत्कालः अस्ति तत्रापि भवति लुट्लकारस्य प्रयोगः. पुनः रामः परिष्य आगामी संवत्सरे पाठं पठिष्यति, यत् श्वः भिन्नकालः अस्ति तत्रापि भविष्यत्कालस्य प्रयोगः लिट्लकारस्य प्रयोगः भवति. राम अद्य वा श्वः, श्वः वा परश्व इति न वक्तव्यं, राम अद्य वा श्वः कानपि अद्यतनभिन्न इति अस्ति. सो तत्र अद्य वा श्व इति वयं जानीमः, यदि वयं किमस्ति बहुव्रीहि समासः उक्त्वा अद्यतन यस्मिन् अविद्यमान अद्यतन यस्मिन् तत्र अद्य वा श्व व्यामिष्यकालः अपि आगच्छति, तत्र वा यत्र श्वभावित्यम् अस्ति यथा नागेशतम् अत्र क्षम्यतां केवलं श्वभिन्न यति काल अस्ति अद्य भिन्न यत् अस्ति यत् भवति अद्य वा अद्य भिन्न अति यत्र अविद्यमान अविद्यमान अद्य यत्र अस्ति तत्र व्यामिश्य तु आहत्य चत्वारः बिन्दवः यत्र लुट् लकारस्य प्रयोगः अस्ति सामान्यभविष्यत्काले अद्य भविष्यत्काले यत्र परश्वः भिन्न भविष्यत् भविष्यत्काल अपि यत्र करिष्यामि इति यत्र क्रियासां क्रियायां प्रयोगः अस्ति तत्र भवति अव्यामिश्यकाल अपि तदनन्तरं लुट् अनद्यतने इति विशेषभविष्यत्काले भवति यत्र श्वः भवति वा श्वभावित्यं यत्र अस्ति चिरभविष्यत्काले अपि श्वभावी भावना अस्ति तत्र भवति अनद्यतने लुट् रामश्व पाठं पठिता रामपरश्व आगामि संवत्सरे पाठं पठिता इति भवति भगिनी इति करिष्यामि इति व्रजति महोदय उक्तवान् इति दोषम् अस्ति तत्र करिष्यामि न भवेत् करिष्यति इति व्रजति इति भवति न तु करिष्यामि तत्र करिष्यामि इति व्रजामि इति भवति अग्रे नूतन सूत्रमस्ति तद् एकनिमिषं भगिनि तत्र अभिज्ञावचने अत्र ह्यः सुप्तः रामः ललाप इत्यस्य अर्थः कः अस्ति भगिनि श्रूयते भगिनि स्वप्न निद्रा अग्ने स्वप्ने लालनम् इत्युक्ते कोक्सिङ्ग् फाण्ड्लिङ्ग् क्रेसिङ्ग् तस्य कालं यदा शिशुः शिशूनां शयनस्य कृते तां वयं स्पृशामः खलु मृदु मृदु हस्तेन तदेव केरसिङ्ग् इति भगिनि वदति लिट् लिट् ललाप लिट् लिट् अस्ति किन्तु तस्य अर्थः तु टु टाक् इति अर्थः अस्ति आर्टिकुलेट् टु स्पीक् इन् द स्लीप् इति अस्ति अस्तु उक्तः रामः ललाप इति बट् तत्तु परोक्षे नास्ति खलु किमर्थम् अहं न पठामि न वदामि अहं तु चिन्तितवती परोक्षे इत्युक्ते बहुकालात् पूर्वं यदा रामायणस्य काले यत् सञ्जातं तत्तु मया न दृष्टम् इति कृत्वा लिट् लकारः इति बहुपूर्वकाले इति नास्ति यत् अस्माभिः न दृष्टं तदेव भगिनी स्वप्ने दृष्टं न तु यदि जागृत अवस्थायां न दृष्टम् अतः रामः ललापः रामः एव स्वप्ने अस्ति खलु अहं तु पश्यामि भवती कथा पश्यति वा रामस्य स्वप्नं दृश्यते अन्यः कोऽपि वद उक्तवान् स राम तर्हि रामपि न जानाति खलु सः तु निद्रां करोति सः तस्यापि अवबोधः न भवति तर्हि कद् कः दृष्ट्वा उक्तवान् अन्यः प्रायः दृष्ट्वा वदति इति वा उक्तवन्तः इति वा तर्हि एवं भवितव्यं खलु यः सुप्तः रामः ललाप इति कोऽपि उक्तवान् भवति खलु अर्थः अनन्तरं यदि अहं स्वप्ने ललापां तत्र तत्र यदि सा तत्र किमपि वदामि चेत् प्रायः अहमपि न तत्र अहम् इत्यपि ललाप इत्येव तर्हि यदि अहं ललाप तर्हि प्रायः अहं न द्रष्टुं शक्नोमि तत् परोक्षे पायिण्ट् मध्ये शुकमहोदय. अस्तु अग्रे गमिष्यामः. कश्चित् विशेष विशिष्टविधिसूत्रैः अपि अर्थविशेषे लुट् लकारः विधीयते. अभिज्ञवचने लुट् स्मृतिबोधक उपपदे सति भूत अन्यतनकाले धातोः लुट् लकारः भवति. स्मृतिबोधि उपपदे धातोः लुट् स्यात् इति सिद्धान्तकौमुद्यम्. वर्णार्थे उपपदसञ्ज्ञकशब्दे सति अनद्यतनभूतकालार्थे लुट् लकारः भवति. लङ् अपवादः अभिज्ञस्मृतिः, अभिज्ञा इति न स्मृति, सा उच्यते अनेन इति अभिज्ञावचनं तस्मिन् सूत्रे वचनशब्दस्य अर्थः एव यत् अभिज्ञा इति पदमेव भवति इति न स्मृत्यर्थे यत् किमपि पदं भवितुम् अर्हति. स्मरति, बुध्यसे, चेतयसे इत्यादीनि पदानि सम्भवन्ति. निदर्शने अभिजानासि देवदत्त काश्मीरेषु सत्यामः. देवदत्तः भवतः मनसि स्यात् यत् वयं काश्मीरे वसामः स्म इत्यर्थः. अभिज्ञावचने सप्तम्यन्तं लुट् प्रथमान्तं द्विपदं सूत्रम् अनद्यतने नित्यसमादनद्यतने इत्यादिवृत्ति प्रत्ययः परस्य धातोः भूते अनुभूतिसहितम् अधिकारः अनुभूतिसहितमस्ति. अभिज्ञावचने अनद्यतने भूते धातोः प्रत्ययः परस्य अत्र सूत्रमस्ति अभिज्ञावचने भूते अर्थः अस्ति. स्मृतिबोधक उपपदे सति भूत अनद्यतनकाले धातोः लुट् लकारः भवति. उपपदे अस्ति स्मृतिबोधक पदम् उपपदे अस्ति. अत्र भूतन अनद्यतने अपि लुट् स्यात् इति सिद्धान्ति कौमुद्यम्. लङ् अभिज्ञावचने लुट् इति लङ् अपवादः. अभिज्ञा इति अत्र वचन शब्द अर्थः किं चेत् अभिज्ञापदम् एव भवति इति न अन्य स्मृत्यर्थे यत् किमपि पदं भवति. उदाहरणमस्ति स्मरसि, बुध्यसे, चेतयसे इत्यादिपदानि सम्भवन्ति. वर्तने वक्तुं भवति चेत् अभिजानासि देवदत्त काश्मीरेषु वत्सयामः. तद्वाक्यं तस्य अर्थः अस्ति देवदत्तः भवान् स्मरति किं वयं काश्मीरे वसामः स्म इति अस्मिन् अर्थे. भूतकाले अर्थः तु वसामः स्म इति भूतकालं सूचयति, भूतकालार्थे अस्ति, अनद्यतनार्थे अस्ति. तथापि तत्र लृट् लकारस्य तत्र भविष्यत्काल सामान्यभविष्यत्काल लृट् लकारस्य प्रयोगः अत्र भवति इति. किन्तु अत्र तु आशयः तु भूतकालार्थे प्रयोगः भवति इति. अभिजानासि देवदत्तः काश्मीरेषु गच्छमानः इति किं देहे देवदत्त भवान् अभिजानासि त्वम् अभिजानासि न ओ ओके ओके नम्बर् इति न काष्ठेषु दत्स्यामः इति भिन्नवाक्यं तत्र विरामः आवश्यकः मध्ये ओ ओके तर्हि दण्डः आवश्यकः हे देवदत्त अभिजानासि वयं काश्मीरे काश्मीरेषु वसां वत्स्यामः इति अत्र गते सप्ताहे वयम् अपि पठितवन्तः भगिनी प्रश्न यदि अनुवृत्तिवाक्यमस्ति अभिज्ञावचने अनद्यतने भूते धातो प्रत्येक तस्य विभक्ति का भवति अभिज्ञावचने इति सप्तमी तत्र उपपदसप्तमी भवति साधु विषयसप्तमी भवति खलु न अभिज्ञ वयं दृष्टवन्तः अत्र अस्ति साधु स्मृतिबोधक उपपदे सति भूत उपपद अपि तत्रोपपदं सप्तमी स्थितं तत्र उपपदसंज्ञा भवति साधु अत्र उप अभिज्ञावचने इति भवति उपपदसप्तमी साधु अस्तु भगिनि अभिज्ञावचने उपपदे सति अनद्यतने भूते इति तत्र तु विषयसप्तमी तत्र विषयसप्तमी भवति साधु अनद्यतने भूते भूतकालार्थे भूतकालविवक्षायां धातोः धातोः इति पञ्चमी अस्ति खलु धातोः परस्य तत्र किं भवति परश इति प्रथमविभक्ति धातोः पञ्चमी भवति स्थाने भवति न स्थाने निश्चयेन नास्ति धातोः स्थाने लुट्कारः न भवति खलु प्रथमाविभक्ति लृट् प्रथमाविभक्ति प्रत्ययः प्रथमाविभक्ति परः प्रथमाविभक्तिः अस्तु अनद्यतने अभिज्ञावचने अनद्यतने भूते तयोः मध्ये विशेषणविशेषभावः कथं वक्तव्यं न नास्ति एव खलु भवती उपपदि उपपदसंज्ञा सति अनद्यतने भूते केवलं विशेषणविशेषभावः अनद्यतने भूते अनयोः मध्ये वर्तते न तु अभिज्ञावचने इति उपपदसप्तमी अस्ति खलु कृत्वा तत्र तु न भवति सम्बन्धः नास्ति तत्र यथा महोदय उपरि लिखितवान् अभिज्ञावचने उपपदे सति अनदतने भूते धातु लिट् प्रत्यय परश्च अस्तु प्रतिपादितवन्तः धन्यवादः विमला भगिनी अग्रिम न यदि यत् शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूत अनद्यतनार्थे लृट् लकारो न भवति उपपदसंज्ञकस्मृत्यर्थकपदे सत्यपि यत् इति अव्ययपदं तस्मिन् वाक्ये उपयुज्यते चेत् लृट् लकारः न विधीयते अभिज्ञावचने लृट् इत्यस्य निषेधकसूत्रम् एकवारं यदा अभिज्ञावचने लृट् इति सूत्रं निषिद्धं तदा सामान्यसूत्रम् अनद्यतने लङ् इत्यनेन लङ् लकारः विधीयते यथा अभिजानासि कृष्ण यत् वने अभुञ्जमहि अभुञ्जमहि अतिश्रे अभुञ्जमहि इति स्मरसि कृष्ण यत् वने वयम् अखादाम लृट् लकारः भवति स्म किन्तु यत् इति पदं यदा उपयुक्तं तदा लृटः निषेधे सति लङ् लकारः विहितः अत्र अभुञ्जमहि इति भुज् धातोः लङ् इति अभुञ्ज्महि इति तत् अकारः न स्यात् अभुञ्ज्महि इति हा परन्तु अभुञ्ज्महि नाट् अभुञ्जमहि जकारस्य अनन्तरम् अकारः नास्ति अभुञ्ज्महि इति भवेत् अभिजानासि कृष्ण यत् वदे अभुञ्ज्महि इति स्मरसि कृष्ण यत् वने वयम् अखादाम दृढ् लकारः भवति स्म किन्तु यत् इति पदं यदा उपयुक्तं तदा लृटः निषेधे सति लङ् लकारः विहितः अत्र अभुञ्जमहि इति भुज् धातोः लङ् इति न अव्ययपदं यदि सप्तम्यन्तं द्विपदमिदं सूत्रम् अभिज्ञावचने लृट् इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः, अनद्यतने लङ् इत्यस्मात् अनद्यतने इत्यस्य अनुवृत्तिः, प्रत्ययः धातोः भूते इत्यस्याम् अधिकारः, अनुवृत्तिसहितसूत्रम् अभिज्ञावचने अनद्यतने भूते यदि धातोः लृट् प्रत्ययः न, एतत् निषेधकसूत्रमस्ति पूर्वतनसूत्रस्य अभिज्ञावचने अस्माभिः लृट् इति अस्माभिः पठितं, यत्र उपपद संज्ञक अभिज्ञावचन अभिज्ञा अथवा तस्य पर्याय स्मरसि बुध्यसि एतावद् एतानि शब्दा एतावत् शब्दाः सन्ति चेत् तत्र अभिज्ञावचनस्य कृते लृट् लकारः विधीयेत, यद्यपि अनद्यतनः लङ् अनद्यतन भूतकालः अस्ति, परन्तु यत् यत् इति शब्दं वयं अस्माकं वाक्ये उपयुञ्ज्मः, यत् इति शब्दम् अत्र न यदि यदि इति सप्तम्यं, यत् शब्दस्य सप्तमे यदि अस्ति तदा लृट् लकारः न विधीयते, केवलं लङ् लकारः विधीयते अनद्यतनस्य कृते। यत् अभिजानासि कृष्ण यत् अत्र यत् इति आगतं तेन अभुञ्ज्महि इति लङ्हार एव आगच्छति, न लृट् लकारः। तर्हि अत्र तु अभिज्ञावचने इति उपपदसप्तमी, तदनन्तरम् अनद्यतने भूते इति विशेषसप्तमी, यदि अत्र उपपदसप्तमी किं, नो चेत् अत्र किम् अस्ति अत्र सतिसप्तमी किम्? यत् शब्दस्य यदि यदि इति शब्द यदि इति सप्तमीभक्ति कस्मिन् अर्थे सप्तमी? यत् यत् यत् इति शब्दस्य अश यदि यदि उपपदसप्तमी वा नो चेत् सतिसप्तमी वा? अत्र उपपदमिति न उक्तम्, योगे योगे इति केवलं योग इति सतिसप्तमी तर्हि खलु सति सतिबोधकरपदस्य सम्यक्ति सत्यपि सामीप्यसत्यपि अत्र कथं वा स्मृतिबोधकपदं पदस्य तत्र स्मृति भिन्नं पदमस्ति खलु भिन्नपदं यत् इति भिन्नं पदं, तर्हि कथं वा विशेषणविशेषभावः भवति खलु? तर्हि प्रायः तदपि उपपदरूपेण स्यात् अपि उपपद भवति तत्रापि उपपदद्वयं भवति अत्र तादृशसन्दर्भेषु तत्र यदि उपपदम् इति अपि इति उपपदमस्ति चेत् तत्र न भवति अतः स्वीकर्तुं शक्यते उपपदमित्येव स्वीकर्तुं शक्यते या यत् शब्दम् अस्ति चेत् इति तस्य अर्थः खलु इत्युक्ते सति यत् शब्द सत्यां धातोः लृट् प्रत्ययः न वक्तुं शक्यते, किन्तु सर्वत्रापि सति अभिज्ञावचने प्रयोगे सति तत्रापि सति उपयोक्तुं शक्यते, उपद इति एव आशयः तथैव यदि इत्युक्ते उपद एव स्वीकर्तुं शक्यते। अस्तु अग्रिमसूत्रं न कृतम् इष्यते चेत् कर्तुं शक्नुमः भवती पठति वाक्यानि प्रयोगं कुर्मः। आम् अत्रापि मया वक्तव्यमासीत् अभिजानासि कृष्ण यद् वने अभुञ्ज्महि इत्यस्मिन् यदि अहं यद् त्यजामि तर्हि अभिजानासि कृष्ण वने बोक्ष्यामहे इति भवति खलु बोक्ष्यामहे इति यद् इति अस्ति इति कृत्वा यद्वने अभुञ्ज्महि अभुञ्ज्महि अभोक्ष्यामहे इति भवति तत्र तत्र अत्र अष्टाध्यायां लिखितमस्ति अभिजानासि देवदत्त यत् काश्मीरेषु अववसाम इति पूर्वतनमित् वाक्यम् पूर्वतनवाक्यस्य एवम् अभिजानासि भगिन्यः क्षम्यताम् अभिजानन्ति भगिन्यः वयं गते करपत्रे लुट्रकारस्य प्रयोगं पठिष्यामः भवति खलु लुट्लकारस्य प्रयोगं पठिष्यामः अभिजानासि लता विलम्बेन विलम्बेन गमिष्यति यानं न प्राप्स्यति भगिनी पदमञ्जर्यां न यदि इत्यत्र दत् यदि इति सति सप्तमी इयम् इति अस्ति ओ एवं वा हा अदेव दृष्टं मया सति सप्तमी इति उपदपि हा परन्तु सति सप्तमी इति अस्ति यद्विज्ञानं योगतो इच्छेतुं भवति पदमञ्जर्यामस्ति तथा न्यास इत्यत्र अपि अस्ति यदि इति सति सप्तमी इयम् वचना च अनुवर्तते नित्यं यतः इति प्रायः निषेधः यत्र भवति तत्र उपपदसप्तमीं प्रयोक्तुं शक्यते इति कृत्वा सति अस्तु अस्तु अस्तु तथा स्यात् अस्तु अस्तु भगिनि तर्हि विरमाम अस्तु अस्तु धन्यवादः भगिनि धन्यवादः सर्वेभ्यः नमस्कारः धन्यवादः